सर्वेभ्यो नमस्कारः. गतवर्गे वयं गीतासोपानम् आरम्भं कृतवन्तः. तत्र वयं सरलाः विषयाः तावदेव आसीत् तस्मिन् वर्गे, एषः एषा इति तादृशः अभ्यासः एव तस्मिन् दिने अभवत्. अस्तु, तत्र किं कुर्मः, तत्र पुटसङ्ख्या षष्टमपुटे किञ्चित् अभ्यासः आसीत्, तदेव तत् कृत्वा अग्रे गच्छामः. अस्तु, अत्र प्रथमतः प्रश्नाः सन्ति वा अस्मिन् विषये? अस्तु, प्रश्नः नास्ति, प्रश्नाः न सन्ति. अस्तु अस्तु, तत्र नमस्ते महोदय, अहं मेहुल अस्मि. हा मेहुल महोदय, नमस्कारः महोदय, नमस्कारः. अहं केवलं शृणोमि इदानीं महोदय. अस्तु महोदय, अस्तु अस्तु. हा अस्तु, षष्टमपुटे तत्र एषा एते एताः इति तादृशात् स्त्रीलिङ्गम् अस्ति. एतत् वयं, हा एतत् वयं वर्गे कृतवन्तः न वा? कृतवन्तः वा? दशमपुटे एव अभ्यासः वयं न कृतवन्तः वा? दशमपुटे न कृतवन्तः महोदय. हा अस्तु अस्तु अस्तु अस्तु, मम दोषः अस्ति, अहं चिन्तितवान् षष्ठपुटे आसीत् इति, क्षम्यताम्. कोऽपि दशमपुटे अस्ति, तत् कृतवन्तः कृतवान् अथवा कृतवती वा? अस्तु अस्तु अस्तु अस्तु अस्तु, उषा भगिनी, अस्तु उषा भगिनी, भवती एव तत्र आरम्भं करोतु तत्र. पाठं दृष्ट्वा अथवा एतानि रूपाणि? पाठं पाठं दृष्ट्वा इति, तत्र प्रथमचत्वारः करोतु. चत्वारः अथवा त्रीणि अथवा चत्वारः करोतु, केवलं पदं पदत्रयम् अथवा पदत्रयं करोतु तत्र. पाठं दृष्ट्वा रिक्तस्थानानि पूरयत. कृष्णः, एषः कृष्णः, एषः कृष्णः, तौ वृक्षौ, ते लते. ते लते, समीचीनं भगिनि, धन्यवादः. अस्तु, वंशीसुधा भगिनी भवती कृतवती वा? अस्तु करोतु अग्रे. एषा गोपिका, एतत् वर्गम्, एतानि पदानि. हा समीचीनम्. अस्तु, नरेश महोदय अग्रे. आं महोदय, एतत् पर्णम्, एते फले, एषा माला. हा समीचीनम्. अस्तु, शोभा भगिनी अग्रिमम्. आं महोदय, एतौ हंसौ, एते वृक्षाः. हा वृक्षः इति पुल्लिङ्गे अस्ति, सत्यं. हा एते वृक्षाः, वेण्यः, वेण्यः किमस्ति महोदय? हा कोऽपि वदति वा, वेणी इति स्त्रीलिङ्गे, स्त्रीलिङ्गे अस्ति. ताः वेण्यः, ताः वेण्यः, समीचीनं भगिनि. अस्तु, बालचेतनी महोदय अग्रे. सा लता, एते गोपिकाः. गोपिकाः इति स्त्रीलिङ्गं पदं वा पुल्लिङ्गपदं वा? आम् आं महोदय, स्त्रीलिङ्गं महोदय. एषः गोपिका, एताः गोपिकाः. एकवचने किम् अस्ति? एषा, एषा गोपिका, एषा गोपिका. हा समीचीनम्. अग्रिमम्. एते गोपिके, हा अस्तु, द्विवचनं, समीचीनं महोदय. अस्तु, रमाबाई भगिनी अग्रे. एताः शाखाः, एतानि वस्त्राणि, एतानि कमलानि. समीचीनं भगिनि. हा अस्तु, इदानीं मधुसूदनमहोदय अग्रे यत् अस्ति तत्र कोष्टकम् एकवारं पठतु महोदय, तदनन्तरं द्वितीयाभ्यासः तत्र. वेणी, वेणी इति स्त्रीलिङ्गपदम्. दीर्घ इकारं भगिनि. दीर्घ इकारः किमर्थम् इत्युक्ते तत्र वयम् एतावत् वयं केवलं ईकारान्त स्त्रीलिङ्गपदमेव दृष्टवन्तः. कवि इति, कविः इति अग्रिमपुटे भवति, सत्यं वा? अतः अतः स्त्रीलिङ्गपदम् इति चिन्तितवान्. अस्तु, हा मधुसूदन महोदय अग्रे तत्र कोष्टकम् एकवारं पठित्वा द्वितीयाभ्यासे. पुंलिङ्गशब्दः समीपे एषः, एतौ, एते, सः, तौ, ते. प्रश्नवाचकं कः, कौ, के. स्त्रीलिङ्गशब्दः एषा, एते, एताः, सा, ते, ताः. प्रश्नवाचकं का, के, काः. नपुंसकलिङ्गः एतत्, एते, एतानि, तत्, ते, तानि. प्रश्नवाचकं किं, के, कानि. समीचीनं महोदय. इदानीम् अत्र द्वितीयाभ्यासे द्वयम् अथवा त्रयं करोतु तत्र पठित्वा. एतानि रूपाणि पठित्वा एतेषाम् उत्तराणां प्रश्नवाक्यानि लिखत. यथा एषः ग्रन्थालयः, एषः कः, एते छात्राः, एते छात्राः, एते के. अग्रिमम्. एतत् मन्दिरम्, एतत् किम्. एताः सञ्चिकाः, ताः काः, एताः काः. समीचीनं महोदय. अस्तु, रघुपतिमहोदय अग्रिमत्रयं करोति वा तत्र? हा महोदय. एतौ सहोदरौ, एतौ कौ, एताः सञ्चिका, सोरि, एताः सञ्चिका, एषा सखी, एषा स, ओके, एषा सखी, एषा का, एते बान्धवाः, एते के. एते के. समीचीनं महोदय. अस्तु अस्तु, उषा भगिनी अग्रे. सः सचिवः, सः कः, तानि पर्णानि, तानि कानि, ते नक्षत्रे, ते के. हा समीचीनं भगिनी. अस्तु, रमाबाय भगिनी अग्रिमत्रयम्. अस्तु महोदय. ताः विज्ञापनाः, न न, तौ, तौ कार्यालयौ इति, तौ कार्यालयौ, तौ कौ, ताः विज्ञापिकाः, ताः काः, सा वृद्धा, सा का. हा समीचीनं भगिनि. अस्तु, हा इदानीं वयं किं कृतवन्तः, एषः, एतौ, एते इति तादृशरूपं पुल्लिङ्गे, स्त्रीलिङ्गे वा नपुंसकलिङ्गे अपि जानीमः. अपि अकारान्तपुल्लिङ्ग, आकारान्तस्त्रीलिङ्ग, ईकारान्त दीर्घ ईकारान्तस्त्रीलिङ्गशब्द अपि अकारान्तनपुंसकलिङ्गशब्दः जानीमः. तत्र देवः इति शब्दः, देवः अन्ते अकारः अस्ति, पुल्लिङ्गपदमस्ति इति कृत्वा तत् अकारान्तपुल्लिङ्गदेवशब्दः इति वदामः. देवः इत्युक्ते अकारान्तपुल्लिङ्गशब्दस्य प्रथमाविभक्ति एकवचनरूपम् इति तस्य परिचयः भवति. पदस्य परिचयं करोतु इति कोऽपि पृच्छति चेत् एतदेव करणीयम्. देवेन इत्युक्ते अकारान्तपुल्लिङ्गदेवशब्दस्य तृतीयाविभक्ति एकवचनरूपम् इति वक्तव्यमस्ति. अत्र वयं केवलम् अकारान्त, आकारान्त, ईकारान्त, अकारान्त, नपुंसकलिङ्ग तदेव कृतवन्तः. अग्रे गत्वा इदानीम् इकारान्तपुल्लिङ्गशब्दः पश्यामः. उकारान्त तादृश अन्यत् अत्र केवलम् अजन्ताः शब्दाः एव अत्र कुर्मः. अजन्ताः इत्युक्ते कोऽपि वदति वा, अजन्ता इत्युक्ते किम्? स्वरः. आम्, अच् इति पाणिनेः किम् अस्ति? हा, प्रत्याहारः अस्ति माहेश्वरसूत्रे भवति. हा, अच् इत्युक्ते सर्वे स्वराः. अजन्ताः इत्युक्ते अच् इति यद् अन्ते अस्ति, अन्ते स्वरः अस्ति इति, तादृशः शब्दाः इति. सर्वे शब्दाः अन्ते अकार स्वरः एव अस्ति खलु, नास्ति वा? हा, कोऽपि उदाहरणं वदति वा? देवः अस्ति, वनम् अस्ति, वनशब्दः, हा, अन्ते स्वरः एव अस्ति खलु. किन्तु किञ्चित् उच्चैः वदतु महोदय. पतिन् इत्यस्मिन्, हा, पतिन्, पतिन् इति अस्ति. हा, समीचीनं. राजन् इति अस्ति. हा, हा, योगिन् इति अस्ति. हा, गुणिन् इति अस्ति. आत्मन् इति अस्ति. हा, अतः अस्मत् इति तकारान्तशब्दः अस्ति. हा, अतः तत् शब्दः, तदपि अतः हलन्तशब्दः इति वदामः. अन्ते व्यञ्जनम् अस्ति इति अजन्त स्वरः अस्ति चेत् अजन्तशब्दाः इति, व्यञ्जनम् अस्ति चेत् हलन्तशब्दाः इति उच्यते. इदानीम् अत्र किं भवति, गीतासोपाने प्रथमभागे केवलम् अजन्तशब्दाः, तदेव विषयः अस्ति. द्वितीयभागे, गीतासोपनस्य द्वितीयभागे, वयं हलन्तशब्दस्य रूपाणि पश्यामः. अजन्तशब्दाः तेषां विभक्तिरूपं किञ्चित् सुलभम् अस्ति, हलन्तशब्दानां विभक्तिरूपं किञ्चित् क्लिष्टः अस्ति. अतः एतत् सुलभं, यत् सुलभम् अस्ति तत् प्रथमभागे कुर्मः इति तेषां चिन्तनम् अस्ति. इदानीम् अजन्तशब्दः इत्युक्ते सर्वे स्वराः. सर्वे स्वराः इत्युक्ते अकारः, इकारः, उकारः इति तादृशः सर्वम् अस्ति. तत्र प्रथमं एकादशपुटे यदस्ति तद् एकादशे द्वादशपुटे यदस्ति तद् एकवारं पठामः. तदनन्तरं त्रयोदशपुटे बहुदीर्घकोष्टकमस्ति, तत्र अजन्तशब्दानाम् उदाहरणानि सन्ति. तद् बहु समीचीनं भवति, सौकर्यं भवति. अस्तु, वंशीसुधा भगिनी, तत्र एकादशपुटे यत् अस्ति तत् पठति वा तत्र? एकादशपुटे महोदय. आम्, अजन्ताः शब्दाः उच्चैः पठत लिखत च. प्रथममस्ति, एषः कविः, एतौ कवी, एते कवयः, एषः ऋषिः, एतौ ऋषी, एते ऋषयः. तृतीयमस्ति यति, एषः यतिः, एतौ यति, एते यतयः. हा, समीचीनं. हा, समीचीनं. हा, इदानीं शोभा भगिनी, यतिः इत्युक्ते, यतिः महोदय, यतिः स्वामीजी, तादृश यः सन्यासी, ब्रह्मचारी इति, यतिः, यः सन्ध्यावन्दनं तत् सर्वं करोति. अस्तु, शोभा भगिनी, इदानीं तत्र एषः, एतौ, एते यदस्ति तत्र एव सः इति उपयुज्य वदतु भगिनि, तदेव. अहं प्रिया, प्रिया अस्मि. प्रिया भगिनी, नमस्कारः भगिनी, क्षम्यतां, किञ्चित् चिन्ता मास्तु, चिन्ता मास्तु भगिनी. वयं गीतासोपाने एकादशपुटे स्मः भगिनी इदानीम्. अस्तु महोदय, धन्यवादः. द्वितीयकोष्टकं वा महोदय? न न, प्रथम एषः कविः इति एव, सः कविः इति, सः कविः, तौ कवि, ते कवयः, सः ऋषिः, तौ ऋषी, ते ऋषयः, सः यतिः, तौ यति, ते यतयः. हा समीचीनं भगिनि. हा अस्तु अग्रे उषा भगिनि, तत्र तरुः इति अस्ति, तत् करोतु भगिनि. सः तरुः, तौ तरुः, ते तरवः, सः प्रभुः, तौ प्रभु, ते प्रभवः. हा समीचीनं भगिनि. हा इदानीं नरेश् महोदय तदेव एषः इति उपयुज्य करोतु. आं महोदय. एषः तरुः, एतौ तरुः, एते तरवः, एषः प्रभुः, एतौ प्रभुः, एते प्रभवः. हा समीचीनं महोदय. अस्तु अग्रे भानुचेतन महोदय, तत्र भवान् इति योद्धा. भवान् योद्धा, भवन्तौ योद्धारौ, भवन्तः योद्धारः इति उदाहरणं. भवान् भोक्ता. महोदय भोक्ता इति स्त्रीलिङ्गं वा? न न न, तदेव अस्ति. तत्र अग्रे वयं पश्यामः अन्त, एतत् अजन्तशब्दः अस्ति किन्तु भवान् इति अस्ति तत्र, खलु महोदय? हा हा योद्धा भवान् इति अस्ति, योद्धा. हा तत्र हा सः सः सः पुरुषः इति, सः पुरुषः इति, तत्र पुरुषः विशेष्यं भवति, सः इति विशेषणं भवति. तादृशसम्बन्धः अत्रापि योद्धा इति चिन्तयामः तद् दीर्घ अकारः अस्ति, किन्तु प्रश्नः समीचीनमेव. दीर्घ अकारः अति दीर्घ अकारः इति दृश्यते, किन्तु तत् पुल्लिङ्गशब्दः एव अस्ति. किमर्थमिति अग्रिमपुटे पश्यामः महोदय. अस्तु अकारान्तशब्दः. हा हा हा हा हा तत्र हा कीदृशपदमिति द्रश्यामः, द्रक्ष्यामः महोदय. हा तत्र भोक्ता इति करोतु महोदय, तत्र तदपि पुल्लिङ्गः इति. आं महोदय, पुल्लिङ्ग एव, पुल्लिङ्ग एव. भवान् इति एव उपयुज्य. भवान् भोक्ता, भवन्तो भोक्तारौ, भवन्तः भोक्तारः. हा भवान् श्रोता, भवन्तौ श्रोतारौ, भवन्तः श्रोतारः. हा इति अस्ति. अस्तु इदानीं मधुसूदन महोदय. हा तत्र भवान् इति स्थाने सः इति उपयुज्य वदतु महोदय तत्र. सः योद्धा, तौ योद्धारौ, ते योद्धारः, सः भोक्ता, तौ भोक्तौ, भोक्तारौ, भोक्तारौ, ते भोक्तारः, सः श्रोता, श्रोता, तौ श्रोतारः, श्रोतारौ, ते श्रोतारः. समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय, अत्र तत्र एषा यष्टिः इति. समीचीनमस्ति भगिनि, अग्रिम त्रयोदशपुटे एतत् सर्वं दत्तम् अस्ति. हा पश्यामः. सत्यं सत्यं सत्यं भगिनि. हा एषा यष्टिः, एते यष्टि, एताः यष्टयः, एषा तिथिः, एते तिथी, एताः तिथयः. एता तिथयः समीचीनं महोदय. अस्तु तत्र नरेश् महोदय. हा प्रिया भगिनी, भवती वदति वा? आं महोदय. किम् अत्र अस्तु तत्र एषा इति स्थाने भवती इति उपयुज्य कर्तुं शक्नोति वा? तत्र भवती यष्टिः इति. अथवा भवती, हा क्षम्यतां, सा इति उपयुज्य वदतु भगिनि, सा इति. अस्तु महोदय. सा यष्टिः, ते यष्टी, ताः यष्टयः, सा तिथिः, ते तिथी ताः तिथयः. हा समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनी अग्रिमं सा धेनुः इति. सा धेनुः, ते धेनु, ताः धेनवः, रज्जवः, रज्जुः, सा रज्जुः, ते रज्जु, ताः रज्जवः. हा समीचीनं भगिनि. रमाबाय् भगिनी इदानीं तदेव भवती धेनुः इति उपयुज्य वदति वा. भवती धेनुः, भवत्यौ धेनु, भवत्यः धेनवः. समीचीनं. भवती रज्जु, रज्जुः, रज्जुः, भवत्यौ रज्जु, भवत्यः रज्जवः. हा समीचीनं भगिनि. अस्तु तत्र इदानीं स्वसा, स्वसारौ, स्वसारः इति अस्ति. तद् हा तत्र अस्तु. तद् इदानीम् एकनिमेष तद् इदानीं न कुर्मः, अग्रे गच्छामः, तदनन्तरं स्वसा इति किम् इति पश्यामः. अस्तु तत्र कः नरेश महोदय अग्रे पठति वा एतत् अस्ति इति. एतत् अस्ति, एते अस्थिनि, एतानि अस्थीनि, एतत् अक्षि, एते अक्षिणि, एतानि अक्षीनि. हा समीचीनं महोदय. हा अग्रे मेहुल् महोदयेन वदति. अस्तु महोदय, प्रश्नम् अस्ति महोदय. हा प्रश्नः वदतु भगिनि. एतत् अक्षि, एते अक्षिणि और अक्षिणि महोदय? सत्यं सत्यं सत्यं. नत्वं हा क्षकारः, षकारः अस्ति. हा अक्षिणि, अक्षिणि सत्यं भगिनि. हा णकारः अस्ति इति मन्ये. दीर्घणि महोदय, किन्तु दीर्घणि इति दीर्घः अस्ति. बहुवचने किं भवति तत्र? हा तत्र भेदः कः भवति एव वदतु. तत्र अस्ति, अस्ति इति पदं दृष्ट्वा तत्र द्विवचने अपि बहुवचने कः भेदः, तयोः मध्ये कः भेदः इति वदतु. एते अक्षिणि, न न न, प्रथमं हा अस्तिनि, अस्तिनि इति तत् दृष्ट्वा वदतु किम् अस्ति. अस्तिनि मध्ये इकारद्वयम् अस्ति. इकारद्वयम्, इकार अस्थिनि, अस्थिनि दीर्घ अस्ति. एतानि अस्थिनि मध्ये हृत्व. हा इदानीम् अस्ति, इदानीं द्विवचने पश्यामः तत्र किम् अस्ति. अस्तिनि इति अस्ति, तत्र इकारद्वयम् अस्ति खलु भगिनि? आम् आं महोदय. हा तत्र प्रथम इकारः ह्रस्व अथवा दीर्घ? एते मध्ये और एतानि? एते, एते केवलम्, एते, एते नी दीर्घ, थि ह्रस्व. ह्रस्व, हा स्ति इकारः ह्रस्व अस्ति, न नकार, तदनन्तरं यद् इकारः अस्ति तद् दीर्घः अस्ति. इदानीम् एतानि इति पद्, एतानि अस्तीनि तत्र थी दीर्घ, नि ह्रस्व अस्ति. समीचीनं भगिनि. हा इदानीं तदेव दृष्ट्वा अक्षिणि अपि वदतु इदानीं. अक्षिणि, अक्षिणि, अक्षिणि, अक्षिणि दीर्घ. एते मध्ये, एतानि मध्ये अक्षिणि ह्रस्व. हा इदानीं वदतु तद् अक्षि, अक्षिपदस्य द्विवचनरूपं बहुवचनरूपं वदतु इदानीम्. एतत् अक्षि, एते अक्षिणि, एतानि अक्षिणि. अक्षीणि इति. अक्षीणि, हा अक्षिणि, अक्षीणि इति. नो चेत् क्लेशः भवति मनसि इति तावदेव. हा समीचीनं वा इदानीम् अक्षिणी अक्षीणी एते अक्षिणी एतानि अक्षीणी. हा अस्तु समीचीनं तत्र णत्वं भवति इति मन्ये. अस्तु हा अग्रे वंशीसुधा भगिनी अग्रिमं करोति वा तत्र. आं महोदय. तत् जानु ते जानूनि तानि जानूनि द्वितीयपदमस्ति अम्बूनि. तत् अम्बु ते अम्बूनि तानि अम्बूनि. अग्रिमम् अम्बूनि ते इति द्विवचने ते अम्बुनि ते अम्बुनि ते अम्बुनि तानि अम्बूनि. हा समीचीनं भगिनि. तृतीयपदमस्ति तत् मधु ते मधूनि तानि मधूनि. हा तानि मधूनि ते ते मधुनि मधुनि इति यदि प्रदर्शयामः श्रोतारस्य मनसि सुलभः भवति इति तावदेव. अस्तु इदानीं पश्यामः तत्र अग्रिमपुटे कोष्टकं बहु दीर्घकोष्टकम् अस्ति. अनेकाः विषयाः दत्ताः सन्ति तत्र. हा मधु इति नपुंसकलिङ्गं पदं महोदय. मधु आं महोदय. हा तत् मधु इति भवति. हरि ओम् महोदय. इदानीं तत्र यदस्ति आम् सत्यं सत्यं सत्यं भगिनि. जानु अम्बु अपि मधु नपुंसकलिङ्गे अस्ति. एतदेव क्रमः अस्ति संस्कृतभारत्याम् अपि अन्ये स्थले अपि. प्रथमः पुल्लिङ्गः तदनन्तरं स्त्रीलिङ्गः अनन्तरं नपुंसकलिङ्गः इति. तदेव कोष्टके अपि तादृशः क्रमः एव अस्ति तत्र. हा एतत् कुर्मः. हा भानुचेतनी महोदय तत्र यद् अस्ति तत्र अकारान्तपुल्लिङ्गः इति प्रथमः अस्ति. तत्र यद् अस्ति तस्य पूर्वम् एषः अथवा एषा इति उपयुज्य तत् तत्र वदतु महोदय. त्रयोदशपुटे त्रयोदशपुल्लिङ्गशब्द. आम् महोदय. अकारान्तपुल्लिङ्गशब्दः महोदय वेदः इति अस्ति. एषः वेदः. तौ वेदौ एषः इति उक्तवान् अतः एतौ महोदय. एषः वेदः एतौ वेदौ एते वेदाः. हा समीचीनम्. इदानीं तत्र एव भवान् कविः अपि करोतु. एषः आं महोदय. एषः कविः एतौ कवि एते कवयः. हा समीचीनं महोदय. अस्तु इदानीं प्रिया भगिनी. हा तत्र अकारान्तपुल्लिङ्गक्षत्रियः इति शब्दः तत्र एषः इति उपयुज्य करोतु. तदनन्तरं मुनिः इत्यत् अस्ति तदपि करोतु भगिनि. अस्तु महोदय. एषः क्षत्रियः. एतौ क्षत्रियौ. एते क्षत्रियाः. एषः मुनिः. एतौ मुनी. एते मुनयः. हा समीचीनं भगिनि धन्यवादः. शोभा भगिनी अग्रे एषः पुरुषः अपि तदनन्तरम् एषः वायुः इति. एषः पुरुषः. एतौ पुरुषौ. एते पुरुषाः. एषः वायुः. एषः वायुः. एतौ वायु एते वायवः. हा समीचीनं भगिनि. अस्तु अग्रे नरेश महोदय तत्र हा गुरुः शब्दः अस्ति अपि भ्राता इति शब्दः अस्ति तत् करोतु महोदय. एषः गुरुः, एतौ गुरू, एते गुरवः, एषः भ्राता, एतौ भ्रातरौ, एते भ्रातरः. हा तत्र भ्राता इति पदं तस्य भ्राता इति पदस्य परिचयं करोतु इति इत्युक्ते भवान् किं वदति भ्राता इति? भ्राता भ्रातृशब्दः. भ्रातृ इति ऋकारन्त पुल्लिङ्गशब्दस्य प्रथमविभक्ति एकवचनं भ्राता, एकवचनं भ्राता इति पदम् अस्ति. समीचीनं महोदय. हा धन्यवादः. अस्तु अग्रे रघुपतिमहोदय तत्र पिता अपि माला, एषः पिता तदनन्तरम् एषा माला इति. एषः पिता, एतौ पितरौ, एते पितरः, एषा माला, एते माले, एताः मालाः. हा इदानीं पितरौ इति पदस्य परिचयं करोतु. पितरौ, पितरौ ऋकारान्तपितृशब्दस्य द्विवचनरूपम्. हा द्विवचन किन्तु ऋकारान्त पुल्लिङ्ग पुल्लिङ्गशब्द ऋकारान्त पुल्लिङ्गशब्द द्विवचन पितृशब्दस्य द्विवचनरूपं पितरौ. हा प्रथमाविभक्ति, सोरि प्रथमाविभक्ति. हा हा इदानीम् अत्र न दृष्टवन्तः किन्तु तदपि भवान् जानाति इति कृत्वा हा उक्तवान्. अस्तु हा समीचीनं महोदय. अस्तु अग्रे रमाबाय् भगिनी कर्ता अपि गदा इति. अस्तु एषः कर्ता, एतौ कर्तारौ, एते कर्तारः, एषा गता, एते गते, एताः गताः. हा इदानीं गदे इति पदस्य परिचयं करोतु. गदे प्रथमविभक्ति द्विवचनं कस्य पदस्य? गदा. हा तत् गदा इति पदं कीदृशम् अस्ति? श्रीलिङ्गपदम्. हा अन्ते किम् अस्ति? आकारान्त श्रीलिङ्गपदम्. आकारान्त स्त्रीलिङ्ग गदापदस्य प्रथमाविभक्ति द्विवचनरूपं गदे. गदे समीचीनं भगिनि, धन्यवादः. अस्तु इदानीं वंशीसुधा भगिनी तत्र मतिः अपि नदी इति करोतु भगिनि. एषा मतिः, एते मति, एताः मतयः, एषा नदी, एते नद्यौ, एताः नद्यः. हा इदानीं मतयः इति पदस्य परिचयं करोतु. मतयः इति प्रथमाविभक्तौ स्त्रीलिङ्गम् इकारान्तस्त्रीलिङ्गं बहुवचनरूपं मतयः. पुनः एकवारं भगिनि मतयः इति इकारान्तस्त्रीलिङ्गपदः पदस्य मतिः पदस्य बहुवचनरूपं प्रथमाविभक्तौ मतयः. अतः तत्र क्रमः अस्ति इकारान्त तदनन्तरं लिङ्गम् अन्ते किम् अस्ति लिङ्गं तदनन्तरं पदं वदामः तदनन्तरं विभक्ति तदनन्तरं वचनं. आम् इकारान्त श्रीलिङ्ग मतिः प्रथमाविभक्तौ बहुवचनरूपं प्रथमाविभक्ति बहुवचनरूपं मतयः इति. समीचीनं भगिनि. अस्तु अग्रे भानुचेतनी महोदय तत्र भवान् कृतवान् एकनिमिषं महोदय कः न उक्तवान् मधुसूदन महोदय न उक्तवान् इति मन्ये. हा अस्तु मधुसूदन महोदय तत्र तिथिः अपि भगिनी इति करोतु महोदय. तिथिः तिथि एषा एषा इति एषा इति एषा तिथिः, एते तिथि, एताः तिथयः. एषा भगिनी, एते भगिन्यौ, एताः भगिन्यः। हा, इदानीं भगिन्यौ इति पदस्य परिचयं करोतु। भगिनी इकारान्त इकारान्तस्त्रीलिङ्गशब्दः। भगिनी शब्दे भगिनी शब्दस्य प्रथमा एक रमाबाई भगिनी एकनिमिषः वदतु महोदय, मधुसूदन महोदय। चिन्ता मास्तु भगिनी, चिन्ता मास्तु। मधुसूदन महोदय वदतु। ईकारान्त स्त्रीलिङ्गशब्दस्य भगिनी शब्दस्य प्रथमा विभक्तिः द्वितीयौ द्विवचनरूपं भगिन्यौ भगिन्यौ। समीचीनं महोदय, अस्तु। कः एतावत् उषा भगिनी न उक्तवती वा? न महोदय। अस्तु अस्तु भगिनी, उषा भगिनी भवती करोतु अग्रे। तत्र श्रीः अपि धेनुः इति करोतु भगिनी। ईकारान्तः श्रीलिङ्गशब्दः श्री, एषा श्रीः, एते श्रियौ, एताः श्रियः। उकारान्तः श्रीलिङ्गशब्दः धेनुः, धेनू, धेनवः। एषा धेनुः, एते धेनू, एताः धेनवः। इदानीं श्रियः इति पदस्य परिचयं करोतु। श्रियः ईकारान्तः स्त्रीलिङ्गशब्दः श्री, स्त्रीलिङ्गशब्दः प्रथमविभक्ति तस्य प्रथमा विभक्ति बहुवचन शब्द श्रियः। श्रियः, समीचीनं भगिनि, समीचीनं श्रियः। अन्य कोऽपि न उक्तवान् अथवा उक्तवती वा? सर्वे उक्तवन्तः वा? अस्तु, बालचैतन्य महोदय भवान् एव अग्रे करोतु महोदय। तत्र रज्जुः अपि माता इति करोतु महोदय। रज्जुः उकारान्त स्त्रीलिङ्गशब्दः रज्जु। एषा रज्जुः, एते रज्जु, एताः रज्जवः। ऋकारान्त स्त्रीलिङ्गशब्दः एषा सा माता, ते मातारौ, मातरौ, ताः मातार। द्विवचने महोदय पुनः। ते मातारौ, सा माता, तदनन्तरं ते इति सत्यं, तदनन्तरं मातारौ अथवा मातरौ? क्षम्यतां, मातरौ, ते मातरौ, मातरौ, मातरौ, बहुवचने मातरः। अस्तु महोदय, तत्र मातरौ इति पदस्य परिचयं करोतु महोदय। ऋकारान्तस्त्रीलिङ्गशब्दः मातृ शब्दस्य स्त्रीलिङ्गशब्दस्य प्रथमा विभक्तिः द्विवचनं मातरौ। मातरौ, समीचीनं महोदय। अस्तु, अग्रे वंशीसुधा भगिनी, अग्रे तत्र वधू अपि स्वसा इति करोतु भगिनि। आमामां, सत्यं। उकारान्त श्रीलिङ्गशब्दः वधूः, एषा वधूः, एते वध्वौ, एताः वध्वः। ऋकारान्त श्रीलिङ्गशब्दः स्वसा, एषा स्वसा, एते स्वसारौ, एताः स्वसारः। इदानीं स्वसारः इति पदस्य परिचयं करोतु। ऋकारान्त श्रीलिङ्गशब्दः स्वसा प्रथमा विभक्तौ बहुवचनरूपम् अस्ति स्वसारौ। किन्तु अन्ते ऋकारः अस्ति इति स्वसृ माता इति मातृ इति शब्दस्य ऋकारान्तश्रीलिङ्गशब्दः श्वश्रु प्रथमाविभक्तौ द्विवचनरूपं श्वसारौ. हा समीचीनं भगिनि, धन्यवादः. अस्तु हा अग्रे चमु इति अस्ति इति मन्ये, चमु न वधु कृतवन्तः. प्रिया भगिनी तत्र प्रिया भगिनी अग्रिमं तत्र चमु अपि आयनम् इति करोति वा भगिनि? किमपि एषः अथवा सः किमपि, किन्तु तदेव सर्वे वचने करणीयं. एषा उकारान्तस्त्रीलिङ्गशब्दः चमु. एषा चमूः. एते चम्वौ. एताः चम्वः. तदनन्तरम् अयनम् इति अयनम् अकारान्तः नपुंसकलिङ्गशब्दः. एतत् अयनम्. एतानि अयनानि. हा इदानीं चम्बः इति पदस्य परिचयं करोतु. उकारान्तस्त्रीलिङ्ग चमूशब्दः प्रथमाविभक्ति बहुवचनं चम्बः. चम्बः समीचीनं भगिनि. हा नरेश महोदय अग्रे तत्र स्वसा तत् सर्वं कृतवन्तः. अस्तु दधि अपि वस्तु इति इकारान्त नपुंसकलिङ्ग शब्दः दधि. एतत् दधि. एते दधिनि. एतानि दधिनि. उकारान्त नपुंसकलिङ्ग शब्दः. एतत् वस्तु. एते वस्तूनि. एतानि वस्तूनि. हा इदानीं वस्तूनि इति पदस्य परिचयं करोतु. वस्तूनि उकारान्तूनि वस्तूनि. उकारान्त नपुंसकलिङ्गशब्दः वस्तु पदं पदस्य प्रथमविभक्ति बहुवचनं वस्तूनि. हा समीचीनं महोदय. हा अस्तु इदानीं तत्र बहु किमपि अस्ति. हा अतः एतत् कोष्टकं बहु सौकर्यं भवति. हा अग्रे गत्वा अपि वयं बहुवारम् एतत् कोष्टकं पश्यामः. ओ एतत् अत्र किं करणीयम् इत्युक्ते कोष्टकं पश्यतु इति मनसि स्थापयतु. हा बहु उपयोगकरम् अस्ति एतत् कोष्टकम्. अस्तु पुल्लिङ्गशब्दे ऊकारान्तपदं नास्ति महोदय. किं भगिनि? स्त्रीलिङ्गे ऊकारान्तस्त्रीलिङ्गशब्दः अस्ति परन्तु पुल्लिङ्गे ऊकारान्तपुल्लिङ्गं नास्ति महोदय. तत्र एतत् साधारणरूपाणि दत्तानि सन्ति भगिनि, किन्तु विशेषरूपाणि तु पदानि तु प्रायशः सन्ति. दृष्ट्वा वदामि, किन्तु अहं चिन्तयामि तत्र तादृशः साधारणतया ह्रस्व स्वरः इत्युक्ते पुल्लिङ्गशब्दः, दीर्घ स्वरः इत्युक्ते तत् स्त्रीलिङ्गपदम् इति चिन्तयितुं शक्नुमः, किन्तु तत् सर्वदा न पालितं. तत् तत्र विकल्पः तत्र किं हा तत् सर्वदा न भवति. उदाहरणानि सन्ति, मनसि इदानीं न उकारान्त दीर्घ उकारान्त पुल्लिङ्गशब्दः तत्र प्रायशः तदपि अस्ति इति मन्ये, किन्तु हा एतत् अस्तु. हा किन्तु महोदय दीर्घ ऊकारान्त पुल्लिङ्गशब्द महोदय. हा दीर्घ ऊकारान्त पुल्लिङ्गशब्दः श्वभू. हा श्वभू अस्तु इति अस्ति. भनुचेतन महोदय, रूपं किम् इति प्रश्नः अस्ति तत्र. रूपं महोदय, स्वभूः, स्वभुवौ, स्वभुवः. हा तत्र, हा अनेक, हा तत्र एतत् साधारणरूपम् इति चिन्तयितुं शक्नुमः. साधारणतया एतदेव अस्ति, किन्तु तत्र सर्वदा न एतत् पालितम्, अतः द्रष्टव्यमेव. किन्तु अस्तु अस्तु, इदानीम् अग्रे गच्छामः अग्रिमपुटे. तत्र अहं, त्वं, भवान्, भवति इति यदस्ति, हा तत् श्वश्रूः पुल्लिङ्गशब्दः, श्वश्रूः ऋकारान्तशब्दः, तत् प्रायशः अत्र ऊकारान्त पुल्लिङ्गशब्दः वयं तस्य अन्वेषणं कुर्मः, किन्तु हा तत्तु दत्तम् आसीत्. अस्तु अग्रे गच्छामः. अस्तु, कः पठति? शोभा भगिनी, अग्रिमपुटे यदस्ति तत् कृपया पठतु तत्र. आं महोदय. को भवान्? उच्चैः पठत लिखत च. अहं, त्वं, भवान्, भवति. अहं पाण्डवः, आवां पाण्डवौ, वयं पाण्डवाः. त्वं कुम्भकारः, युवां कुम्भकारौ, यूयं कुम्भकाराः. भवान् योद्धा, भवन्तौ योद्धारौ, भवन्तः योद्धारः. भवती गोपिका, भवत्यौ गोपिके, भवत्यः गोपिकाः. इदानीं वयं किम् अत्र किं नूतनम् अस्ति भवती वदति वा शोभा भगिनी, अत्र किं नूतनम् अस्ति? किं नूतनं? त्वं, पूर्वं वयं केवलम् एषः, एते, प्रथमपुरुषे दृष्टवन्तः. इदानीं किमस्ति? उत्तमपुरुषमपि अस्ति, मध्यमपुरुषं, पुरुषः अपि अस्ति. अपि भवान् इति, भवान् अपि, भवती शब्दस्य अपि रूपाणि दत्तानि सन्ति. समीचीनं भगिनि, समीचीनम्. अतः वयं किं कर्तुं शक्नुमः इदानीम्? एकम् अहं, त्वम् अथवा भवान् इति, सः, सा, तत् इति पदम् उपयुज्य, तदनन्तरं किमपि यत् पदं कोष्टके अस्ति त्रयोदशपुटे, तस्य मेलनं कृत्वा वयं पदद्वयं तस्य विभक्तिरूपं वक्तुं शक्नुमः. अस्तु, प्रथमं यत् अभ्यासम् अस्ति तद् एकवारं कुर्मः. अस्तु, पञ्चम को भवान् इति अस्ति, कः भवान् इति, तत्र मन्ये भगिनि, सन्धिविचारः अस्ति तत्र, सत्यम्. अस्तु, अग्रे अभ्यासः अस्ति तत्र. नरेश महोदय तत्र पठति वा प्रथमम् अभ्यासः? उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत. भवान् सारथिः, भवन्तौ सारथी, भवन्तः सारथयः. तत्र सारथिः इति कीदृशपदमस्ति महोदय? सारथिः इकारान्त पुल्लिङ्गशब्दः. सारथिः इकारान्त पुल्लिङ्गशब्दः अस्ति, समीचीनं महोदय. इदानीम् अग्रिमं करोतु. शिष्य, भवान् शिष्यः, भवन्तौ शिष्यौ, भवन्तः शिष्याः. इदानीं तदेव अहम् इति उपयुज्य करोतु महोदय. अहं शिष्यः, आवां शिष्यौ, वयं शिष्याः, समीचीनं महोदय. अग्रे मधुसूदन महोदय अग्रिमम्. आम् महोदय. भवती गायिका? भवान् भवान् दातारः तत्र दातारः इति अस्ति. दातारः इति कीदृशपदमस्ति? कोष्टकं पश्यतु त्रयोदशपुटे. दातारः अकारान्त पुंलिङ्गशब्दः. ऋकारान्तपुंलिङ्गशब्दः. दाता दात्री इति ऋकारान्त पुल्लिङ्गशब्दः. दातृ दातृ इति ऋकारान्त पुंलिङ्गशब्दः. पितृ मातृ कर्तृ भ्रातृ तादृशः दातृ इति ऋकारान्त पुल्लिङ्गशब्दः. इदानीं भवान् दाता, भवन्तौ दातारौ, भवन्तः दातारः. दातारः समीचीनं महोदय. हा तत्र अहम् इति उपयुज्य वदतु. अहं दाता, आवां दातारौ, वयं दातारः. हा समीचीनं महोदय. अस्तु अग्रे रमाबाई भगिनी अग्रिमम्. अस्तु महोदय. भवती गायिका, भवत्यौ गायक, भवती गायिका, भवतौ भवत्यौ भवत्यौ भवत्यौ गायक गायिके, भवत्यः गायका गायिकाः. हा भवत्यः गायिकाः गायिकाः. इदानीं त्वम् इति उपयुज्य वदतु तत्र. त्वं गायिका, युवां गायिकौ गायिके गायिकाः. समीचीनं भगिनि. अस्तु रघुपति महोदय अग्रिमम्. हा महोदय. गायिका सखी भवती सखी, भवत्यौ सख्यौ, भवत्यः सख्यः. हा इदानीं त्वम् इति उपयुज्य वदतु महोदय तत्र. त्वं सखी, युवां सख्यौ, यूयं सख्यः. हा समीचीनं महोदय. समीचीनम्. अस्तु उषा भगिनी अग्रिमम्. अहं सैनिकः. षष्टमम् अस्ति. भवत्यः मातरः. भवती माता, भवत्यौ मातरौ, भवत्यः मातरः. हा मातरः इति पदम् अकारान्त वा अन्यत् अन्ते अस्ति वा? ऋकारान्त पद मातृ इति पदमस्ति. इदानीं भवती तत्र भवती इति स्थाने अहम् इति उपयुज्य वदतु. अहम् अहं माता, आवां मातरौ, वयं मातरः. हा समीचीनं भगिनि. हा इदानीं शोभा भगिनी अग्रे. अहं सैनिकः, आवां सैनिकौ, वयं सैनिकाः. हा इदानीं भवान् इति. भवान् सैनिकः, भवान् भवन्तौ सैनिकौ, भवन्तः सैनिकाः. हा समीचीनं भगिनि. अस्तु वंशीसुधा भगिनी अग्रे तत्र. अहम् आचार्यः, आवाम् आचार्यो, वयम् आचार्यः. वयं किम् अस्ति? आचार्याः. इदानीं भवान् इति उपयुज्य. भवान् आचार्यः, भवन्तौ आचार्यो, भवन्तः आचार्याः. हा समीचीनं भगिनि. अस्तु अग्रे रमा भगिनी अग्रे. अहं अधिवक्ता, आवाम् अधिवक्तौ, वयम् अधिवक्ताः. तत्र अधिवक्ता इति कीदृशपदमस्ति किं महोदय? अधिवक्ता इति पदं तत् पुल्लिङ्ग् अस्ति वा? कोऽपि जानाति वा किमस्ति खलु? हा तदेव ऋकारान्त इति मन्ये ऋकारान्त वा इति चिन्तयामि भगिनि. तत्र कर्तृ इति तादृशपदम् अस्ति भगिनि. अधिवक्तारौ वा? इदानीं तत्रैव तत्र भवान् इति उपयुज्य वदतु. भवान् अधिवक्ता, अधिवक्ता, आवां न न भवान् भवान् इति भवान् भवान् अधिवक्ता द्विवचने भवन्तौ अधिवक्तारौ, भवन्तः अधिवक्तारः. अत्र पूर्वस्मिन् पुटे भवान् योद्धा, भवन्तौ योद्धारौ, भवन्तः योद्धारः, तादृश एव अस्ति भगिनि एतदपि. अत्र स्पोकन् संस्कृत् मध्ये द्विलिङ्गिकः अस्ति, फेमिनैन् अपि अस्ति, पुल्लिङ्ग अपि अस्ति. अस्तु समीचीनं महोदय. अस्तु इदानीं प्रश्नं पृच्छामः. धन्यवादः महोदय. अस्तु रूपं समानमेव अस्ति, माता मातारो मातारः, रूपं समानं. हा सत्यं सत्यम्. अस्तु किन्तु प्रश्नः तु भवति. अस्तु कं पृच्छामः? अस्तु मधुसूदन महोदय, किमस्ति महोदय अधिवक्तृ? धन्यवादः महोदय. मधुसूदन महोदय, क्षम्यतां, तदपि भवति. तत् स्पोकन् संस्कृत् डाट् आर्ग् मध्ये. अस्तु मधुसूदन महोदय, तत्र इदानीम् अधिवक्ता इति पुल्लिङ्गे अपि भवति, स्त्रीलिङ्गे अपि भवति इति कृत्वा भवान् तत्र सा अधिवक्ता इति तद्रूपं सा, क्षम्यतां, त्वम् अधिवक्ता, तदनन्तरं भवती अधिवक्ता इति वदतु महोदय. त्वम् अधिवक्ता, युवाम् अधिवक्तारौ, यूयम् अधिवक्तारः. भवती अधिवक्ता, भवत्यौ अधिवक्तारौ, भवत्यः अधिवक्तारः. इदानीं स्त्रीलिङ्गे अपि तावदेव रूपम् अस्ति, किन्तु भवान् स्थाने भवति इति भवति. अस्तु समीचीनं. इदानीं अग्रे महोदय एकः प्रश्नः अस्ति, अधिवक्ता अधिवक्तारौ वा अधिवक्तारौ वा? तत्र प्रश्नः समीचीनः अस्ति भगिनि. अत्र मम चिन्तनम् एतद् अस्ति, यत्र सम्बन्धः अस्ति भ्राता पिता माता इति सम्बन्धः अस्ति, तत्र भ्रातरौ पितरौ इति भवति. यत्र सम्बन्धः नास्ति कर्ता कर्ता अपि अधिवक्ता योद्धा इति, तत्र दीर्घकारः भवति इति चिन्तयामि भगिनि. यदा दाता दाता अस्ति, दातारौ दातारः, भ्राता भ्रातरः, भ्रातरः अस्ति बहुवचनं, दातारः दातारः दातृ हा कर्तारौ इति अस्ति किन्तु पितरौ भ्रातरौ मातरौ इति अस्ति अत्र अधिवक्ता इति तत्र सम्बन्धः नास्ति इति कृत्वा अधिवक्तारौ इति दीर्घ अकारः भवति दीर्घ अकारः हा क्षम्यतां तद् आकारः भवति समीचीनं वा भगिनि प्रिया भगिनि धन्यवादः इदानीं तत्र कुत्र स्मः दशमः इति मन्ये अस्तु भानुचितनी महोदय दशमः त्वं कौन्तेयः युवां कौन्तेयौ यूयं कौन्तेयाः हा इदानीं भवान् इति करोतु भवान् कौन्तेयः भवन्तौ कौन्तेयौ भवन्तः कौन्तेयाः हा समीचीनं महोदय अस्तु अग्रे वंशी सुधा भगिनि अग्रे हा तत्र भवान् भवान् इति भवान् इति भवान् गुरु भवन्तौ न न भवान् भवान् किं भवान् गुरु न तत्र पश्यतु भगिनि तत्र किम् अस्ति गुरुः हा क्षम्यतां महोदय भवान् गुरुः भवन्तौ गुरु भवन्तः गुरवः हा समीचीनम् इदानीं तत्र अहम् इति उपयुज्य वदतु अहं गुरुः युवां गुरु न अहमिति क्षम्यताम् अहं गुरुः आवां गुरु वयं गुरवः हा समीचीनं भगिनि अस्तु इदानीं रघुपतिमहोदय तत्र अग्रिमं नायकौ त्वं नायकः युवां नायकौ यूयं नायकाः तत्र द्विवचने पुनरेकवारं महोदय त्वं युवां युवां नायकौ युवां नायकौ युवां नायकौ समीचीनं महोदय समीचीनम् अस्तु हा समीचीनम् अस्तु नरेश महोदय अग्रे अहं भक्तः आवां भक्तौ वयं भक्ताः इदानीं भवान् इति भवान् भक्तः भवन्तौ भक्तौ भवन्तः भक्ताः हा समीचीनम् उषा भगिनी अग्रे महोदय एकः प्रश्नः भक्ताः इति शब्दं स्त्रीलिङ्गे अपि अस्ति न अहं भक्ता हा तदपि भवति सत्यं भगिनी सत्यं सत्यं भगिनी इदानीं किं तत्र भक्ताः इति बहुवचने अस्ति तत्र भेदः कुत्र भवति हा सत्यं सत्यं भगिनि सत्यं हा सत्यं हा उषा भगिनी अग्रिमम् अहं शिष्यः आवां शिष्यौ वयं शिष्याः हा इदानीं भवान् हा भवान् शिष्यः भवन्तौ शिष्यौ भवन्तः शिष्याः हा समीचीनं भगिनि हा शोभा भगिनि अग्रे त्वं बुधः यूयं त्वं बुधः युवां बुधौ अस्ति वा बुधौ यूयं बुधवः न बुधः बुधः शब्दः ओ शिष्यः कीदृशपदं बुधाः समीचीनं भगिनि अकारान्ते एव अस्ति त्वं बुधः युवां बुधौ यूयं बुधाः समीचीनम् इदानीं भवान् इति भवान् बुधः भवन्तौ बुधौ भवन्तः बुधाः हा समीचीनं भगिनि अस्तु अग्रे कः प्रिया भगिनी अग्रे अग्रिमं करोति वा आं महोदय त्वं सेनापति युवां सेनापती यूयं सेनापतयः इदानीं भवान् इति भवान् सेनापति भगिनी तत्र एकवचने कीदृशं पतिः हा तत्र विसर्गः उच्चारणीयं भगिनि भवान् सेनापतिः भवन्तौ सेनापती भवन्तः सेनापतयः हा समीचीनं भगिनि अस्तु इदानीं वयं सर्वे एतत् रूपाणि कीदृशानि भवति इति इदानीं जानीमः तत्र बहु किमपि इदानीं वयं कर्तुं शक्नुमः अकारान्त पुल्लिङ्गे अनेक अकारान्त इकारान्त उकारान्त ऋकारान्त स्त्रीलिङ्गे आकारान्त इकारान्त ईकारान्त उकारान्त ऊकारान्त ऋकारान्त अपि नपुंसकलिङ्गे अकारान्त इकारान्त उकारान्त अतः बहु किमपि इदानीं विभक्तिरूपं वयं जानीमः इदानीं वयं किं कुर्मः इत्युक्ते अग्रिमपुटे गच्छामः वा अथवा हा अस्तु एतदेव कुर्मः अस्तु तत्र मधुसूदन महोदय पठितवान् इति मन्ये अस्तु रमाबाय् भगिनि अग्रिमपुटे तत्र पठति वा यथोदाहरणं रिक्तस्थानानि पूरयत भवान् सिद्धः भवन्तौ सिद्धौ भवन्तः सिद्धाः तत्र तत्र अस्तु एकमेकमेव कुर्मः सर्वम् अकारान्तः एव अस्ति इति कृत्वा अस्तु भगिनि भवती तृतीयमपि करोतु तत्र तृतीयं भवान् साधुः भवन्तौ साधु भवन्तः साधवः हा समीचीनं भगिनि हा इदानीं कः अस्तु शोभा भगिनी अग्रे करोति वा तत्र द्वितीयम् अपि पञ्चमं द्वितीयं पञ्चमं भवान् नरः भवन्तौ नरौ भवन्तः नराः तत्र चत्वारं पठित्वा चत्वारः इति अस्ति तत् एकवारं पठतु तदनन्तरं पञ्चमं करोतु आं महोदय चत्वारं भवान् श्रोता भवन्तौ श्रोतारौ भवन्तः श्रोतारः पञ्चमं भवान् ज्ञाता भवन्तौ ज्ञातारौ भवन्तः ज्ञातारः तत्र ज्ञाता इति पदं कीदृशम् अस्ति ज्ञाता श्रोता कीदृशपदम् अस्ति श्रोता शृण श्रोता इति पूर्वं दृष्टवन्तः खलु कोष्टके पश्यतु तत्र त्रयोदशपुटे महोदय तत्र प्रायशः कोष्टके नासीत् किन्तु हा अत्र हा हा हा एकादशपुटे हा ऋकारान्तपदमस्ति एकादशपुटे ज्ञातृ अस्ति वा हा ज्ञातृ इति एकादशपुटे एकादशपुटे योद्धा भोक्ता श्रोतारः इति श्रोता इति आसीत् तदेव अत्रापि श्रोता इति अस्ति श्रोतारौ श्रोतारः ज्ञातृ इति ऋकारान्तपदम् अस्ति तत्र ज्ञातृ ज्ञाता ऋकारान्त पुंलिङ्गपदमस्ति वा इति ऋकारान्त पुंलिङ्गपदस्य प्रथमविभक्तौ एकवचने अस्ति अस्ति समीचीनं भगिनि अत्र भवान् इति अस्ति खलु अतः पुल्लिङ्गशब्दः अस्ति तत् क्षम्यतां महोदय न न चिन्ता मास्तु अस्तु इदानीं वंशीसुधा भगिनी अग्रे तत्र दातारौ षष्ठ अपि सप्त करोतु भवान् दाता भवन्तौ दातारौ भवन्तः दातारः सप्तम अस्ति दाशरथिः इकारान्तपुल्लिङ्गं भवान् दाशरथिः भवन्तौ दाशरथिः दाशरथीः दाशरथीः न तत्र पश्यतु दाशरथी तत्र कविः शब्दस्य रूपं किमस्ति कविः कवयः कविः कवि कवि भवन्तौ दाशरथी भवन्तः दाशरथः दाशरथवः न न न कवि कविः कवि कवयः यकारः भवति दाशरथयवः न दाशर तत्र तिकारः कवि कवि कवयः तत्र ब प्लस् भगिनि एतत् कुर्मः कविः इति पदे किमस्ति वकारः अस्ति तदनन्तरम् इकारः अस्ति खलु किं भवति कवयः अतः वकारः तिष्ठति तदनन्तरं यकारः आगच्छति विसर्गः अपि अस्ति किन्तु इकारः गच्छति खलु अत्र दाशरथिः इति अस्ति तकारः अस्ति तदनन्तरम् इकारः अस्ति दाशरथयः इदानीं सर्वम् एकवारं वदतु भवान् दाशरथिः भवन्तौ दाशरथी भवन्तः दाशरथयः दाशरथवयः वय वकारः नास्ति तत्र केवलं यकारः केवलम् एव पदं किं दाशरथ दाशरथिः दाशरथिः दाशरथी दाशरथयः कवयः इति पदं रथयः कविः कवि कवयः आम् महोदय तत्र अस्तु अस्तु भगिनि इदानीम् अवगच्छामि किमर्थं भवती बकारः वदति तत्र कवि पदे वकारः अस्ति ओ क्षम्यतां महोदय क्षम्यतां महोदय महोदय गुरु अस्ति अत्रापि वकारः भवति गुरु गुरव सत्यं महोदय किन्तु तत्र नास्ति अत्र नास्ति परन्तु महोदय किन्तु तत्र गुरवः इति पदे तत् कीदृशपदमस्ति उकारान्तपुल्लिङ्गपदमस्ति एतत्तु ईकारान्तपदमस्ति दाशरथिः अतः दाशरथः दाशर भगिनि हरिः इति वदतु तस्य विभक्तिरूपं वदतु हरयः इदानीं मुनिः वदतु मुनयः न मुनिः मुनि तत्र वकारः नास्ति खलु इदानीं किम् अस्ति किन्तु हरयः कवयः मुनयः तत्र अन्ते किं भवति यकारः योगः विसर्गः खलु यः इति अस्ति इदानीं दाशरथिः इति तत्र किं भवति बहुवचने दाशरथयः समीचीनम् इदानीं पूर्णतया वदतु महोदय भगिनि भवान् दाशरथिः भवन्तौ दाशरथी भवन्तः दाशरथयः समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे भानुचेतनी महोदय महोदय अस्ति महोदय अष्टमं महोदय भवान् अतिथिः भवन्तौ अतिथिः भवन्तः अतिथयः अतिथयः समीचीनं महोदय अस्तु रघुपति महोदय अग्रिमं महोदय भवान् भवान् गुरुः भवन्तौ गुरु भवन्तः गुरवः समीचीनं महोदय तत्र वकारः इदानीम् आगच्छति मधुसूदन महोदय अग्रिमम् आम् महोदय भवान् पटुः भवन्तौ पटु भवन्तः पट्टवः समीचीनम् अस्तु कः न पठितवान् प्रिया भगिनी अग्रिमम् आं महोदय भवती महिला भवत्यौ महिले भवत्यः महिलाः समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनि. उषा भगिनि पठतु. अस्तु उषा भगिनि पठतु. भवती शिक्षिके, भवती शिक्षिका, भवत्यौ शिक्षिके, भवत्यः शिक्षिकाः. अस्तु समीचीनं भगिनि. शोभा भगिनी पठति वा. भवती नायिका, भवत्यौ नायिके, भवत्यः नायिकाः. हा समीचीनम्. अस्तु अग्रे रमाबाई भगिनी. आं महोदय. भवती बहिनी, भवत्यौ बहिन्यौ, भवत्यः बहिन्यः. भगिन्यः समीचीनं भगिनि. अस्तु वंशीसुधा भगिनी अग्रे. माता इति पदं भवती माता रुकारान्तशब्दः दीर्घशब्दः अस्ति. भवत्यौ मातारौ, भवत्यः मातारः. भवत्यौ मातरौ, भवत्यः मातरः. मातरः पितरः मातरः. समीचीनं भगिनि. अस्तु नरेश महोदय अग्रे. भवती वधूः, भवत्यौ वध्वौ, भवत्यः वध्वः. समीचीनं महोदय. अग्रे कः. अस्तु मधुसूदन महोदय अग्रे. त्वं भक्तः, यूवां भक्तौ, भक्तौ यूयं भक्ताः. हा समीचीनं महोदय. अग्रे रमाबाई भगिनी अग्रे. त्वम् अर्चकः, यूवाम् अर्चकौ, यूयम् अर्चकाः. अर्चकाः समीचीनं. अस्तु शोभा भगिनी अग्रे. त्वं कविः, युवां कवी, यूयं कवयः. समीचीनम्. इदानीं उषा भगिनी अग्रिमम्. त्वं स्थितप्रज्ञः, युवां स्थितप्रज्ञौ, यूयं स्थितप्रज्ञाः. समीचीनं भगिनि. अस्तु तत्र स्थितप्रज्ञा स्त्रीलिङ्गशब्दं पदमपि अस्ति वा? स्थितप्रज्ञः एव वा? स्थितप्रज्ञा स्त्रीलिङ्गे अपि भवितुम् अर्हति. सत्यमेव भगिनि. स्त्रीलिङ्गे अपि भवति, पुल्लिङ्गे प्रज्ञा भवति. स्थितप्रज्ञा इति मन्ये भगिनि. तत्र तत्र वयं न जानीमः खलु लिङ्गं किम् इति. पुल्लिङ्गे अपि सम्यक् एव इति मन्ये भगिनि. इति द्वयमपि अस्ति इति मन्ये. स्थितप्रज्ञः, स्थितप्रज्ञः, स्थितप्रज्ञः इति कोऽपि वदति वा किम् अस्ति इति? स्थितप्रज्ञः एवं अतः तत्र विशेषणम् अस्ति खलु. सः स्थितप्रज्ञः, सा स्थितप्रज्ञा इति वक्तुं शक्नुमः. अतः अहं चिन्तयामि तत् पुल्लिङ्गे स्त्रीलिङ्गे अपि भवितुम् अर्हति इति. अस्तु अग्रे कः वदति अत्र. उषा भगिनि अग्रे वदतु. तत्र तानि अस्थीनि, तत् अस्ति अस्ति एते ते अस्थीनि तानि अस्थीनि हा समीचीनं भगिनि हा द्वादश पुटे आसीत् खलु एतत् अस्ति एते अस्थिनि एतानि अस्थीनि तदेव तदेव अस्ति अत्रापि हा अस्तु अग्रे प्रिया भगिनि तत्र विभूतिः आं महोदय सा विभूतिः ते विभूत्यौ ताः विभूत्यः हा समीचीनं भगिनि नदी नद्यौ नद्यः विभूतिः सा इति अस्ति हा तत्र इकारन्त पश्यतु तत्र सा विभूतिः इति दत्तं सा इति स्त्रीलिङ्गे हा तत्र विसर्ग मति सदृश मति इकारान्ते ह्रस्व इकारः पुल्लिङ्गे अपि भवति स्त्रीलिङ्गे अपि भवति ओ क्षम्यतां मम दोषः हा अहं नदी नद्यौ नद्यः इति चिन्तितवान् सत्यं धन्यवादः मतयः इति अस्ति सत्यमेव हा प्रिया भगिनी क्षम्यताम् अहमपि चिन्तित उक्तवान् ताः विभूतयः हा इदानीं समीचीनमस्ति अस्तु धन्यवादः हा अहं नदीशब्दम् एव मनसि स्थापयित्वा किन्तु तत् नदीशब्दवत् नास्ति किन्तु मतिशब्दवत् अस्ति हा मतिशब्दवत् अस्ति अस्तु हा अस्तु अग्रे रमाबाई भगिनी पठति वा महोदय एषा प्रमाती एते प्रमातिनी एतानि प्रमातीनि तत्र कीदृशपदमस्ति प्रमाति इति प्रमाति इकारान्त न महोदय अत्र केवलम् अजन्तशब्दः एव दत्तमस्ति इदानीं हलन्तशब्दः अत्र नास्ति हलन्तशब्दः अत्र नास्ति तत्र द्वादश हा वदतु भगिनि रमाबाई भगिनी वदतु न प्रमातिनी इति अस्ति प्रमातिनी इति अस्ति तत्र वारि इति शब्दस्य रूपं न महोदय तदपि नास्ति महोदय तत्र द्वादशपुटं पश्यतु भगिनि तत्र एतत् अस्ति इति अस्ति न नपुंसकलिङ्ग दधि शब्दवत् दधि शब्दवत् रमाबाई भगिनी समीचीनं वा वदति वा इदानीं रमाबाई भगिनी भगिनी तत्र द्वादशपुटं पश्यतु भगिनि तत्र एतत् अस्ति इति पदं तत्र दत्तमस्ति खलु तत् अस्ति इति नपुंसकलिङ्गपदम् अस्ति भगिनि विसर्गः नास्ति प्रमाति एतत् प्रमाति एते प्रमातिनी एतानि वदतु भगिनि पुनरेकवारं बहुवचने एतानि प्रमातिनी प्रमातीनि तत्र तत्र द्विवचने अपि बहुवचने किञ्चित् भेदः अस्ति, किन्तु तद् अत्र मनसि स्थापनीयम् अस्ति. प्रमातिनि एते प्रमातिनि एतानि प्रमातीनि. समीचीनं भगिनि, अस्तु. नरेश महोदय अग्रिमम्. एषा सतिः, एते सतिः, एताः सतयः. तत्र श्रुतिः कीदृशपदमस्ति? तत् स्त्रीलिङ्गिकारान्त ह्रस्व इकारान्त स्त्रीलिङ्गपदम् अस्ति. अस्तु, अग्रे भानुचेतन महोदय अग्रिमम्. महोदय, महर्षि वा? हा, कः महर्षिः, कौ महर्षि, के महर्षयः? हा, के महर्षयः. समीचीनं महोदय. मुनिः, मुनिः भगिनि, कविः, कविः इति मुनयः. वकारः नास्ति तत्र भगिनि. अस्तु अस्तु, तत्र किं कुर्मः, समयः किञ्चिदेव अस्ति, किन्तु रघुपतिमहोदय अत्र एकवारं वदतु तत्र किं किं वयं दृष्टवन्तः इति. एतावत् एतावत् वयं अकारान्त, इकारान्त, ऋकारान्त, उकारान्त शब्दानाम् एकवचन द्विवचन बहुवचनरूपाणि दृष्टवन्तः. पुल्लिङ्गे, पुल्लिङ्गे, पुल्लिङ्गे स्त्रीलिङ्ग, पुल्लिङ्गे वेदः, क्षत्रियः, पुरुषः इति. इकारान्त पुल्लिङ्ग कविः, मुनिः अस्ति. ऋकारान्त पुल्लिङ्ग भ्राता, पिता. आकारान्त स्त्रीलिङ्ग, आकारान्त माला, गदा इत्यादीनि. इकारान्त स्त्रीलिङ्ग अस्ति मति, तिथि. ईकारान्त स्त्रीलिङ्ग नदी, भगिनी, श्री. उकारान्त स्त्रीलिङ्ग अपि धेनुः, रज्जुः. उकारान्त स्त्रीलिङ्ग वधू. ऊकारान्त स्त्रीलिङ्ग अपि. ऋकारान्त माता, स्वसा इति एतानि रूपाणि वयं दृष्टवन्तः. रूपाणि दृष्टवन्तः, दृष्टवन्तः. समीचीनं महोदय. अत्र कोऽपि वदति वा तत्र सङ्कल्पः, पूजा किमपि भवति, तत्र तिथिः वा उच्यते, कीदृशरूपं तत्र अस्ति, किं वदन्ति? सङ्कल्पं किमपि पूजा भवति तत्र, तिथिः किं किं वदति तत्र पुरोहितः, किं वदति तत्र? तिथौ, अथवा तिथौ इति, तिथौ वा? तिथौ, शुभतिथौ, सप्तमी विभक्ति अस्ति. तिथौ, तिथौ, शुभतिथौ. आं महोदय, तदेव शुभतिथौ, सप्तमी, सप्तमी, तत्र तिथिः, तिथिः इति एकादश्यां तिथौ. किन्तु तत्र तिथौ इति पश्यामश्चेत् तत् पुल्लिङ्गरूपम् इव चिन्तयामः, किन्तु तिथिः इति स्त्रीलिङ्गपदमेव अस्ति. अस्तु, अस्तु, अस्तु. महोदय, एकः प्रश्नः अस्ति. भवान् भवान् किं रूपम्, मध्यमपुरुषः, किं पुरुषः, मध्यमपुरुषः, प्रथमपुरुषः? भवान् इति प्रथमपुरुषः अस्ति महोदय. प्रथमपुरुषः, प्रथमपुरुषः अस्ति. उत्तमप्रश्नः अस्ति. तत्र उत्तमपुरुषे केवलम् अहम् आवां वयं, तदेव, अन्यत् किमपि नास्ति उत्तमपुरुषे. अहम् आवां वयं, तदनन्तरं भ्रमः जातः भवान्. सर्वेभ्यो एतदेव. मम अपि आरम्भे एतादृशः भ्रमः आसीत्, किन्तु अहम् आवां वयं तदेव उत्तमपुरुषरूपं तदनन्तरं त्वं युवां यूयं मध्यमपुरुष अन्यत् किमपि मध्यमपुरुषरूपं नास्ति एतद्विहाय सर्वम् अपि उत्तमपुरुषः एव प्रथमपुरुषः एव प्रथमपुरुषः एव अहं सर्वे उत्तमं महोदय तत् एव सरल एव तत्र अहमपि बहुवारं चिन्तितवान् भवान् गच्छतु इति अस्ति किन्तु त्वं गच्छ इति किमर्थम् अस्ति इति किन्तु तत्र त्वम् इति मध्यमपुरुषरूपम् अस्ति किन्तु भवान् इति प्रथमपुरुषः अस्ति अतः भवान् वदतु किन्तु त्वं वद भवान् गच्छतु उत्तिष्ठतु किन्तु त्वम् उत्तिष्ठ इति अतः प्रथमपुरुषः एव अस्ति अत्र अस्तु उत्तमप्रश्नः महोदय धन्यवादः भवान् पृष्टवान् अस्तु अस्तु अन्यप्रश्नः अस्ति वा अस्तु विरमाम अग्रिमवर्गे मिलामः सर्वेभ्यः नमस्कारः गृहपाठः किं कुर्मः तत्र अग्रिमपुटे यदस्ति तत् कुर्मः वा षष्ट अपि सप्त सप्तदशपुटे अस्तु 17 तदेव गृहपाठः अस्तु सर्वेभ्यः नमस्कारः अग्रिमवर्गे मिलामः नमस्कारः नमस्कारः